नमस्कारः. अस्माकं न्यायचिन्तनवर्गे सर्वेषां स्वागतम्. अद्य अस्माकं विषयः अस्ति निर्विकल्पकप्रत्यक्षम् इत्यस्मिन् विषये किञ्चिदेव पुनःस्मरणं कृत्वा ततः अग्रे सरेम. अत्र लक्ष्मीभगिनी भवती बहुकालात् नागतवती इति कृत्वा किञ्चिदेव अत्र वदामि. अत्र ज्ञानम् इत्यस्य विषयः अस्ति इदानीं. ज्ञानं द्विविधम् इति जानीमः, अनुभवः स्मृतिः इति. अनुभवज्ञानेषु यथार्थज्ञानम् अयथार्थज्ञानम् इति द्विविधम्. यथार्थज्ञानम् इत्युक्ते अत्र तद्वति तत्प्रकारकज्ञानं यथार्थज्ञानं, यथा अत्र रजते रजतत्वम् इति ज्ञानं यथार्थज्ञानम् इत्युक्ते प्रमा इति उच्यते. यथार्थज्ञानेषु यथार्थज्ञानं चतुर्विधं: प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दभेदः इति चतुर्विधम्. अपि च तेषां प्रमाणानि अपि चतुर्विधानि. पुनः प्रत्यक्षम्, अनुमान, उपमान, शब्दः इति प्रमाणानि. इदानीं तस्मिन् सन्दर्भे प्रत्यक्षप्रमायाः विषये इदानीं वयं पठन्तः स्मः. अत्र प्रत्यक्षप्रमायाः लक्षणं वयं दृष्टवन्तः. इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति. अपि च प्रत्यक्षज्ञानं, सविकल्पकज्ञानं, निर्विकल्पकज्ञानम् इति द्विविधम् अस्ति. सविकल्पकज्ञानम् इति सप्रकारकज्ञानम् इत्युक्ते प्रकारसहितज्ञानम्. अत्र नीलः घटः इति वदामि चेत् नीलः घटः, तत्र नीलः इति विशेषणम् अस्ति, इत्युक्ते नीले प्रकारता अस्ति, घटे विशेष्यता अस्ति, तयोः सम्बन्धः अस्ति. यस्मिन् ज्ञाने एतेषां विषयतानाम् प्रकाशनं भवति तादृशज्ञानं सप्रकारकज्ञानम् इति दृष्टवन्तः. तत्र तलसार्थक्यमपि परिशीलितवन्तः. इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् इति लक्षणवाक्यमासीत् प्रत्यक्षप्रमायाः, तस्य दलसार्थक्यं दृष्टवन्तः, सप्रकारकज्ञानं दृष्टवन्तः. इदानीं निर्विकल्पकज्ञानप्रत्यक्षं, निर्विकल्पकप्रत्यक्षम् इत्यस्मिन् विषये गते सप्ताहे पठितवन्तः. अत्र किञ्चित् पुनःस्मरणं कुर्मः. अत्र सरला भगिनी वदति वा निर्विकल्पकप्रत्यक्षम् इत्युक्ते किम्? यथा वयं जानीमः, सविकल्पकप्रत्यक्षं भवति. प्रत्यक्षज्ञाने उपमिति, अनुमिति अपि उपमिति, अनुमिति, शाब्दबोध, तत्र भवति प्रत्यक्षज्ञान सविकल्पकज्ञानं. निर्विकल्पज्ञानं केवलम् अस्ति प्रत्यक्षज्ञाने, इत्युक्ते इन्द्रियाण यदि इन्द्रियसन्निकर्ष भवति तत्र निर्विकल्पज्ञान प्रत्यक्षं भवति. सविकल्पज्ञानस्य पूर्वं यदि ज्ञानम् अस्ति, न्यायकायी वदन्ति ते अस्ति निर्विकल्पज्ञानं. पूर्वक्षणे सविकल्पस्य पूर्वक्षणे यत् ज्ञानम् अस्ति तत् ज्ञानं भवति. समान एव सविकल्पकज्ञानं समान एव, किन्तु तत्र स्पष्टता न भवति. यथा सविकल्पज्ञाने अस्ति सप्रकारकज्ञानं, सत्सङ्गकज्ञानम् अपि स विषयकज्ञानम्. अत्र केवलम् इत्यस्ति किञ्चित् निष्ठ विषयता प्रकारकज्ञानम् इति अस्ति निर्विकल्पज्ञानस्य आकार. किञ्चित् पश्यामि, किञ्चित् घटम् अस्ति इति कारणम् अस्ति, तस्य कारणम् अस्ति कि किञ्चित् अस्ति विषयता विषय ज्ञानस्य विषय अस्ति, किन्तु विषय प्रकार इति न ज्ञातुं भवति. यथा घटभूतलवत् अस्ति, तत् तद् घटे घट भवति प्रकार, भूतलं भवति विशेषं, तयोर्मध्ये सम्बन्धः अस्ति, तद् भवति संयोगसम्बन्धः. तत् किञ्चित् ज्ञानम् अस्ति, तत्र किञ्चित् घटम् इति भवति. प्रकार यदि घटस्य प्रकार भवति भूतलवत् घट, तत् ज्ञानं नास्ति. तत्र प्रकारक विषय विशेषता प्रकारता संस्कृता तयोः मध्ये यः सम्बन्धः भवति, तत् सम्बन्धः भूत्वा सविकल्पज्ञानम् आगच्छति, प्रकारकज्ञानं, सत्सङ्गकज्ञानं, विशेषकज्ञानं, तत् अत्र नास्ति निर्विकल्पज्ञाने. परस्पर ज्ञानविषयतायाः परस्परं ज्ञानम् अभावः अस्ति, तत् अस्ति निर्विकल्पज्ञाने. सम्यक् भगिनि, समीचीनम्. इत्युक्ते निर्विकल्पकज्ञानम् इत्यस्मिन् सन्दर्भे प्रथमक्षणे यद् ज्ञानं भवति तदेव निर्विकल्पकज्ञानं. किञ्चित् अस्ति इति एव अवगच्छामि. तत्र यद्यपि ज्ञानस्य विषयतानाम् अपि च ज्ञानस्य ज्ञानस्य सम्बन्धः अस्ति, ज्ञानं विषयतानां निरूपकं भवति. यद्यपि अत्र मम पुरतः घटः अस्ति, घटे नीलरूपम् अस्ति, तयोः सम्बन्धः अपि अस्ति, सर्वम् अस्ति, ज्ञानम् एतेषां विषयतानां निरूपकं भवति. परन्तु तत्र तस्मिन् सन्दर्भे रूपं घटं न रञ्जयति, रूपं प्रकारः न भवति. रूपं प्रकारः न भवति चेत् तत्र घटः अपि विषयः न विशेष्यः न भवति, तयोः सम्बन्धः अपि समवायः अथवा संसर्गः न भवति इति कृत्वा तादृशज्ञाने प्रकारता नास्ति, विशेष्यता नास्ति, संसर्गता नास्ति, अत्र किञ्चित् अस्ति इति एव अवगच्छामः. तादृशज्ञानं निर्विकल्पकज्ञानम् अथवा निष्प्रकारकज्ञानं, प्रकारताशून्यज्ञानं, प्रकारतारहितज्ञानम्. अत्र प्रकारता इत्युक्ते न केवलं प्रकारता अपि च संसर्गता, विशेष्यता सर्वं, यतोहि प्रकारता स्वतन्त्रतया स्थातुं न शक्नोति. अतः यावत्पर्यन्तम् आश्रयः अस्ति, अतः अत्र प्रकारता इत्युक्ते तस्य आश्रयस्य अपि आश्रयः अपि तस्मिन् अन्तर्भूतः भवति. अस्तु, तदनन्तरम् अपि च वयं दृष्टवन्तः अत्र सामान्यतया पदार्थद्वयम् अस्ति चेत् एव प्रकारता, संसर्गता, विशेष्यता सर्वं भवति. परन्तु शास्त्रीयरीत्या एकस्मिन् पदार्थे अपि प्रकारता, संसर्गता, विशेष्यता भवितुम् अर्हति. यदा हि वयं सूक्ष्मदृष्ट्या पश्यामः चेत् घटः इति एकः पदार्थः अस्ति, घटे घटत्वम् अस्ति, घटत्वम् इति प्रकारः अस्ति, घटत्वं प्रकारता अस्ति, घटत्वे प्रकारता अस्ति. अतः अत्र घटत्वम् इति जातिः अत्र प्रकारः अस्ति, घटः एव विशेष्यः अस्ति. अत्र घटत्वमेव घटम् अन्येभ्यः पदार्थेभ्यः पृथक् करोति इति कृत्वा अत्र घटत्वं, घटत्वे प्रकारता अस्ति, घटे विशेष्यता अस्ति, तयोः सम्बन्धः अपि अस्ति, समवायसम्बन्धः, सम्बन्धे संसर्गता अपि अस्ति. तर्हि एकस्मिन् पदार्थे अपि प्रकारता, विशेष्यता, संसर्गता सर्वं भवन्ति. अतः अत्र चतुर्विधानि ज्ञानानि इति अपि वयं दृष्टवन्तः. अत्र संज्ञापदं, यत्र संज्ञापदम् अस्ति तत्रापि प्रकारता, प्रकारविधया भासन्ते. अपि च यत्र गुणः अपि प्रकारः भवितुमर्हति. अपि च जातिः केवलं घटत्वम् इति पदार्थेन प्रकारतेन ज्ञायते, विशेषता अपि ज्ञायते इति भवती उक्तं वा? सत्यं सत्यं. किमर्थं चेत् घटत्वं सर्वदा घटत्वं घटत्वम् इति पदेन अर्थः यदर्थं स्पष्टं भवति तत् तदस्ति जातिविषयः. अतः जाति सर्वदा जातिव्यक्त्योः मध्ये सर्वदा समवायसम्बन्धः अस्ति. अपि च अतः घटत्वम् इति पदेन घटः इति विशेषमस्ति, विशेषमपि ज्ञायते. घटत्वम् इति प्रकारस्य प्रकारः तयोः मध्ये सम्बन्धः, समवायसम्बन्धः तदपि ज्ञायते. सत्यं सत्यं, समीचीनं. घटे रूपम् अस्ति चेत् रूपम् इति गुणः अस्ति, रूपमपि प्रकारः अस्ति. इदानीं घटे नीलरूपम् इति वदामः चेत् तत्र गुणः प्रकारः भवति रूपम्. अत्र घटः इति नामकरणम् अस्ति, तत् दित्तः इव अस्ति घटः इति नामकरणं. तर्हि घटः इति नामकरणं तदपि विशेष प्रकारः अस्ति. एवम् अत्र घटे क्रिया सम्भवति, तर्हि अत्र क्रिया अपि तत्र क्रियायामपि प्रकारता अस्ति. तर्हि एकस्मिन्नेव पदार्थे प्रकारता, संसर्गता, विशेष्यता सर्वं भासन्ते. अस्तु अस्तु, ततः अग्रे इदानीं नूतनविषयः अस्ति, विशिष्टज्ञानादिजनकनिरूपणं. भगिनी भवती एव पठति वा? अत्र पृष्ठसङ्ख्या अस्ति 167. विशिष्टज्ञानादिगणकनिरूपणं स्वप्रकारकज्ञाननिरूपणप्रसङ्गः विशिष्टज्ञानादीनां कार्यकारणभावं पर्यालोचयामः. सन्ति प्रसिद्धाः त्रयः कार्यकारणभावाः. अस्तु, अधुना एव प्रतिपादयामि वा नो चेत् किं प्रथमवाक्यम् अत्र किम् अस्ति इति उक्त्वा अत्र विषयः कः? अस्तु अस्तु, स्वप्रकारकज्ञाननिरूपणप्रसङ्गः अहं तत् सम्यक् न जानामि. तस्मिन् प्रसङ्गे स्वप्रकारकज्ञाननिरूपणप्रसङ्गात् विशिष्टज्ञाने कार्यकारणभावं प्रायः अस्ति इति प्रायः अस्ति इति चिन्ता नास्ति, किञ्चित् अहं वदामि अत्र. सप्रकारकज्ञानं ज्ञाननिरूपणप्रसङ्गात् इति अस्ति. सप्रकारकज्ञानम् इति वयं जानीमः, यस्मिन् ज्ञाने प्रकारता संसर्गता विशेषता अस्ति, तेषां सम्बन्धः अपि अस्ति, तादृशज्ञानं सप्रकारकज्ञानम् इत्युक्ते यत्र विशेषणविशेष्यभावः अस्ति. नीलः घटः इति सप्रकारकज्ञानम् अस्ति, यतोहि तत् नीले नीलरूपे प्रकारता अस्ति, घटे विशेष्यता अस्ति. अत्र नीलरूपम् एव घटम् अन्येभ्यः घटेभ्यः पृथक् करोति, विशिष्यते घटः नीलरूपेण विशिष्यते इति कृत्वा घटः विशेष्यः नीलरूपं विशेषणं नीलरूपे प्रकारता अस्ति, घटे विशेष्यता अस्ति, तयोः सम्बन्धे समवायसम्बन्धे संसर्गता अस्ति. तादृशज्ञानस्य निरूपणप्रसङ्गात् इत्युक्ते यत्र विशेषणविशेष्यभावः अस्ति तादृशज्ञानस्य निरूपणप्रसङ्गात् इदानीं विशिष्टज्ञानस्य विषये पश्यामः. किमर्थं तथा अस्ति चेत् विशिष्टज्ञाने अपि तादृशसम्बन्धः भवति, विशेषणविशेष्यभावः भवति, उभयत्र साम्यम् अस्ति. अतः एव तस्मिन् प्रसङ्गे वयम् इदानीं विशिष्टज्ञानस्य कार्यकारणभावस्य विषये आलोचयामः. स्पष्टमस्ति वा? किन्तु स्वप्रकारकज्ञाननिरूपणे तत्र कार्यकारणभावः नास्ति, किन्तु विशिष्टज्ञान निरूपणावसरे कार्यकारणभावः अपि अस्ति. हा, विशिष्टज्ञानस्य अत्र विशिष्टज्ञानेन अन्ततो गत्वा स्वप्रकारकज्ञानमपि भवति. अत्र इदानीम् अग्रे पठामः चेत् तत्र इतोपि किञ्चित् स्पष्टं भवति अत्र कथं स्वप्रकारकज्ञाने अपि तस्य प्रयोगः भवति इति द्रष्टुं शक्नुमः. अस्तु, तर्हि अत्र रामपरप्रिया भगिनी अपि अस्ति खलु? आम् आं भगिनि, नमस्ते. हा नमस्ते, नमस्कारः. पठति वा इदानीम् अत्र विशिष्टबुद्धिं प्रति? आम् आं भगिनि. प्रथमबिन्दुः, विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणम् इति तेषु आदिमः. ज्ञानम् आत्मगुणः इति प्राक् निरूपितमेव. तत्र शास्त्रप्रसिद्धं पुरुषः दण्डवान् इति ज्ञानं स्वीकुर्मः. अत्र हि पुरुषः दण्डेन विशिष्टः विषयः. विशिष्टः इत्यस्य दण्डसंयोगेन युक्तः इति अर्थः. तादृशविशिष्टपुरुषज्ञानार्थं विशेषणज्ञानं दण्डज्ञानं तस्य आत्मनः अपेक्षितम्. यः तादृशदण्डरूपं विशेषणं न जानाति तस्य पुरुषः दण्डवान् इति आकारकं ज्ञानं न भवति इति सिद्धः. ज्ञानं न भवति इति सिद्धः कार्यकारणभावः विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणम्. अत्र कार्यकारणभावस्य विषये विशिष्टज्ञानादीनां कार्यकारणभावः इति विषये प्रथमबिन्दुः अस्ति. विशिष्टबुद्धिं प्रति विशेषणज्ञानम् इति कारणम् इति प्रथमबिन्दुः. तत्र विशिष्टबुद्धिं प्रति, अस्तु, तत्र वयं आत्मगुणस्य विषये पूर्वं यदा निरूपितवन्तः तत्र ज्ञानम् इति आत्मनः गुणः इति वयं पूर्वं दृष्टवन्तः. अत्र उदाहरणरूपेण यत् दत्तमस्ति इत्युक्ते पुरुषः दण्डवान् इति आकारः इति ज्ञानं प्रथमं स्वीकुर्मः. तत्र पुरुषः पुरुषः दण्डवान् दण्डवान् इति मतु प्रत्ययः अस्ति. तत्र पुरुषः दण्डेन विशिष्टः इति तु विषयः. यदा वयं पुरुषः दण्डवान् इति वदामः चेत् तत्र पुरुषः दण्डेन विशिष्टः. विशिष्टः इत्यस्य विशिष्टः इत्युक्ते दण्डसंयोगेन युक्तः, दण्डेन युक्तः, दण्डेन सह युक्तः इति अर्थः. अस्तु, तादृशविशिष्टपुरुषज्ञानार्थं विशेषणज्ञानं दण्डज्ञानं तस्य आत्मनः अपेक्षितम्. अस्तु, यत्र यदा वयं वदामः पुरुषः दण्डवान्, तत्र यदा वयं दृष्टवन्तः विशिष्टः इत्युक्ते दण्डेन सह युक्तः पुरुषः इति, तादृशज्ञानस्य विशिष्टपुरुषज्ञानार्थं विशेषणज्ञानं, विशेषणज्ञानम् इति अस्मिन् स्थले तु दण्डज्ञानं, तस्य आत्मनः अपेक्षितं. तस्य आत्मनः इत्युक्ते पुरुषस्य आत्मनः एव किल भगिनि, पुरुषस्य आत्मनः पुरुषस्य आत्मनः तद् ज्ञानं, दण्डज्ञानम् आवश्यकम् आत्मनि. आत्मनि सप्तमी आत्मनि तद् आवश्यकं. यः तादृशदण्डरूपं विशेषणं न जानाति तस्य पुरुषः दण्डवान् इति आकारकं ज्ञानं न भवति. अस्तु, यदा सः पुरुषः दण्डरूपमेव न जानाति चेत् तत्र दण्डरूपम् इति विशेषणं तद् न जानाति चेत् तत्र पुरुषः दण्डवान् इति आकारकं ज्ञानम् एव न भवति भवति इति सिद्धः. आम्, कार्यकारणभावः विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणम्. अत्र विशिष्टबुद्धिम् इति यद् कार्यमस्ति तद् प्रति विशेषणज्ञानम् इति कारणमस्ति. विशिष्टबुद्धिम् इत्युक्ते अत्र पुरुषः दण्डवान्, दण्डेन संयुक्तः पुरुषः इति विशिष्टबुद्धि विशेषणम् इति अस्तु, दण्डस्य ज्ञानम् एव विशेषणम्. समीचीनं भगिनि, सम्यक् अस्ति. अत्र विशिष्टबुद्धिः इत्युक्ते किम्? विशिष्टबुद्धिः इति कार्यमस्ति अस्मिन् स्थले तु पुरुषः दण्डवान् इति विशिष्टबुद्धिः अस्ति. विशिष्टः दण्डेन संयोगः, दण्डसंयोगेन युक्तः इति. इदानीम् अत्र नीलः घटः इति वदामः चेत् विशिष्टबुद्धिः अस्ति वा? नीलः घटः, घटः नीलवान् इति वदामः चेत् विशिष्टबुद्धिः. आम्, घटः नीलवान् इति न वदामः चेदपि, घटः नीलवान् इति न वदामः चेदपि आम् अस्ति. आम्, घटः नीलयुक्तः, अतः तत्र विशिष्टबुद्धिः अस्ति. अस्तु, इत्युक्ते विशिष्टबुद्धिः इत्युक्ते यः पदार्थः अन्येन पदार्थेन विशिष्यति. यत्र यत्र विशेषणविशेष्यभावः अस्ति तत्र विशिष्टबुद्धिः इति वदामः. इदानीं घटः इति स्वीकुर्मः चेत् घटः विशिष्टबुद्धिः अस्ति वा? घटः इत्यस्य ज्ञानं विशिष्टबुद्धिः अस्ति वा? न, सामान्यज्ञानमेव. न, किमर्थं तत्र किमपि घटः इति समानानां जातियुक्तपदार्थः एव, तत्र अन्येन घटेन न विशिष्यते. अन्येन घटेन न विशिष्यते, परन्तु अन्येभ्यः पदार्थेभ्यः अन्येन पदार्थेन विशिष्यते. अतः घटः इति अपि विशिष्टबुद्धिः एव, यतोहि घटत्वम् इति विशेषणम् इति कारणमस्ति, विशेषणमेव कारणमस्ति. घटः इत्यस्य ज्ञानार्थं घटत्वम् इति कारणमस्ति. यावत्पर्यन्तं घटत्वं न जानीमः तावत्पर्यन्तं घटः न ज्ञातुं शक्नुमः. अतः घटः एकः पदार्थः अस्ति चेदपि तत्र विशिष्टबुद्धिः भवति. तर्हि विशिष्टबुद्धिः इत्युक्ते यत्र सर्वे सविकल्पज्ञानानि विशिष्टबुद्धिः सत्यम् आगच्छन्ति. सत्यं सत्यं यतद्युत्थोऽहं पाचकोऽहं सत्यं सत्यं भ्रमणोऽहं सर्वत्र. हा सत्यं. हा इत्युक्ते अत्र विशिष्टबुद्धिः इत्युक्ते अत्र विशेषणविशेष्यभावः अस्ति. तादृशज्ञानं प्रति विशेषणमेव कारणम् इति अत्र कार्यकारणभावः अस्ति. अत्र उदाहरणमस्ति दण्डीपुरुषः अथवा दण्डवान् पुरुषः, उभयमपि साधु एव. दण्डी इति इणि प्रत्यन्तं, दण्डवान् इति मतु प्रत्यन्तं. पुरुषः दण्डवान् अथवा दण्डीपुरुषः इति ज्ञानम्, इति ज्ञानं कदा भवति इति चेत् यावत्पर्यन्तं दण्डः तस्मिन् पुरुषे अस्ति इति न जानीमः तावत्पर्यन्तं दण्डीपुरुषः इति ज्ञानं न भवति. अतः अत्र विशिष्टबुद्धिः अस्ति. दण्डीपुरुषः इति विशिष्टबुद्धिः अस्ति. तस्य कारणमस्ति विशेषणं, दण्डः एव कारणम् अस्ति. अत्र यथा वयं पूर्वं दृष्टवन्तः तत्सत्त्वे तत्सत्त्वं तदभावे तदभावः इति अन्वयव्यतिरेक्याभ्याम् अत्र यत्र कारणमस्ति तत्र कार्यं भवति. तर्हि विशेषणज्ञानम् इति कारणमस्ति चेत् तत्र कार्यं विशिष्टबुद्धिः भवति. एवं कारणाभावे कार्याभावः इति प्रथमविधः अस्ति. इदानीं कोऽपि प्रश्नः वा? हा अस्तु. इदानीं द्वितीयः बिन्दुः, अत्र द्वितीया बिन्दुः, अत्र सरला भगिनी. द्वितीया बिन्दु विशिष्ट वैशिष्ट्य अवगाही बुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानं कारणम् इति द्वितीयकार्यकारणभावः. प्रथमकार्यकारणभावे विशिष्टः दण्डीपुरुषः अस्माभिः गृहीतः. सः एव अस्मिन् कार्यकारणभावे कार्यभूतं यज्ज्ञानं विशिष्टवैशिष्ट्य अवगाहि ज्ञानं तत्र विशिष्टपदेन ग्राह्यः. तस्यापि वैशिष्ट्यं सम्बन्धम् अन्यस्मिन् विशेषे इदं ज्ञानम् अवगाहते. यच्च भूतलं दण्डीपुरुषवत् अथवा भूतलं दण्डविशिष्टपुरुषवत् इत्याकारकम् अस्ति. द्वितीयसोपानम् अस्ति यथा प्रथमं सोपाने विशेषणेन विशेषं विशिष्यते तत् भवति विशिष्टबुद्धिं ज्ञानं. तत् अस्ति कार्यं विशिष्टबुद्धिं, विशेषणमिति कारणम्. अत्र विशिष्ट यत् पूर्वपरिच्छेदे विशिष्ट ज्ञानं वयं दृष्टवन्तः तत् एव भवति विशेषणम् अन्यविशेषं प्रति. विशिष्टवैशिष्ट्य अवगाहि बुद्धि विशिष्ट अस्ति यथा पूर्वं विशेषणेन विशिष्य यः विशेषः अस्ति तत् वैशिष्ट्य अवगाहि बुद्धि. अन्य विशेषेण विशेषं विशिष्यते तत् ज्ञानम् अस्ति. तत् ज्ञानं प्रति विशेषणतावच्छेदकप्रकारकज्ञानं तत् विशिष्टं यत् विशेषणता अस्ति ता विशेषणता भवति तत् प्रकारकज्ञानस्य अवच्छेदकम् अवच्छेदकं सर्वम् इदानीं मास्तु भगिनि. अवच्छेदकं द्वितीयपरिच्छेदे आगच्छति. इदानीम् अत्र अस्तु. इदानीम् अत्र कार्यस्य विषये अस्ति खलु विशेषणतावच्छेदकप्रकारकज्ञानं तथा अहम् उक्तवती. अस्तु अग्रे द्वितीयकार्यकारणभावस्ति विशेषणतावच्छेदकप्रकारकज्ञानं. प्रथमस्य विशिष्टं पदं प्राप्तं तत् यदि अन्यविशेषं प्रति विशेषणं भवति. प्रथमकार्यकारणभावे विशिष्ट दण्डीपुरुष यथा प्रथमे वयं पुरुष यः दण्डयुक्त अस्ति तत् दण्ड अस्ति तस्मिन् विशेषणं तत् पुरुष दण्डीपुरुष भवति कार्यकारणभाव तत्र तत् दण्डीपुरुष भवति विशिष्टज्ञानम् अस्ति. एतत् विशिष्टपुरुष दण्डीपुरुषज्ञानम् अस्ति. सः एव अस्मिन् कार्यकारणभावे कार्यभूत यत् ज्ञानम् अस्ति तद् दण्डीपुरुषम् इति विशिष्ट दण्डीपुरुष वैशिष्ट्य अवगाही ज्ञानं वैशिष्ट्य अवगाही ज्ञानम् अति अन्य विशेषे यत् तस्य सम्बन्धः अस्ति तत्र विशिष्टपदेन गाह्यम् अत्र अस्ति तस्यापि इत्युक्ते विशिष्टपुरुषस्य इत्युक्ते दण्डीपुरुषस्य वैशिष्ट्यं सम्बन्धं यः सम्बन्ध दण्डीपुरुष अपि अन्यस्मिन् विशेषे अस्ति यथा भूतले अस्ति इदं ज्ञानम् अवगाहते तद् ज्ञानम् आगच्छति किं तत् भूतलं दण्डीपुरुषवत् तत् ज्ञानम् अस्ति भूतलं दण्डीपुरुषवत् प्रथमसोपाने ज्ञानम् अस्ति पुरुषदण्डवान् वा दण्डीपुरुष द्वितीय सोपाने ज्ञानम् अस्ति भूतलं दण्डीपुरुषवत् अथवा भूतलं दण्डविशिष्टपुरुषवत् अत्र भूतलम् अस्ति द्वितीयविशेषं दण्डीपुरुषः अस्ति विशेषणं यत् विशेषणम् अस्ति प्रथमसोपानस्य विशिष्टज्ञानम् सो दण्डीपुरुषवत् भूतलम् इति भवति द्वितीयज्ञानस्य आकारः वैशिष्ट्यम् अस्ति यः सम्बन्धः भवति विशिष्ट अपि अन्य विशेष विशेषमध्ये सो यदि वयं वदामः दण्डीपुरुषनिष्ठ विशेषणता निरूपति भूतलनिष्ठ विशेषता इति भवति वैशिष्ट्यं सो वैशिष्ट्यपदेन आगच्छति विशिष्टनिष्ठविशेषणता निरूप्यति विशेषता इति द्वे पदे आगच्छति तत्र न केवलं सम्बन्ध इति वैशिष्ट्यम् इति यथा भूतलनिष्ठसंयोग यथा पुरुषे अस्ति तत् तत् भिन्न अस्ति वैशिष्ट्यं वैशिष्ट्यम् अस्ति विशेष अपि विशेषणतयोः मध्ये यः सम्बन्धः अस्ति तत् वैशिष्ट्यम् अस्ति समीचीनं भगिनि अत्र पुनः किञ्चित् क्रमेण पश्यामः सम्यक्तया उक्तवती अत्र विशिष्टवैशिष्ट्य अवगाही बुद्धि इति कार्यम् अस्ति तस्य कारणमस्ति विशेषणता अवच्छेदकप्रकारकज्ञानम् इति कारणम् अस्ति तर्हि अत्र अत्र प्रथम अस्मिन् परिच्छेदे केवलं कार्यस्य विषये एव उक्तमस्ति तदनन्तरं कार्यकारणस्य विषये अग्रिमपरिच्छेदे आगच्छति इदानीं कार्यस्य विषये अत्र कार्यं किं विशिष्टवैशिष्ट अवगाही बुद्धिः एव कार्यम् अस्ति अस्मिन् कार्ये चत्वारि दलानि सन्ति विशिष्टवैशिष्ट्य अवगाही बुद्धिः अवगाही ज्ञानम् तर्हि विशिष्टपदं किम् इति वयं पूर्वमेव दृष्टवन्तः पूर्वस्मिन् प्रथमज्ञाने प्रथमसोपाने विशिष्टः इत्युक्ते यः पदार्थः अन्येन पदार्थेन विशिष्यते यथा अत्र दण्डः दण्डीपुरुषः अथवा पुरुषः दण्डवान् इति ज्ञानम् अत्रापि विशिष्टः इत्युक्ते सः एव अर्थः विशिष्टः इत्युक्ते अत्र विशेषणविशेषभावः दण्डीपुरुषः इति विशिष्टः अस्ति अस्मिन् कार्ये विशिष्टः इति पूर्वं यत् पद यत् यः अर्थः आसीत् सः एव अर्थः अत्रापि विशिष्टः इति पदेन तर्हि विशिष्टः इत्युक्ते दण्डीपुरुषः तदनन्तरं वैशिष्ट्यं वैशिष्ट्यं नाम अत्र विशिष्टस्य भावः वैशिष्ट्यं वैशिष्ट्यं श्ये प्रत्ययः अस्ति विशिष्टस्य भावः अत्र विशिष्टस्य भावः वैशिष्ट्यं वैशिष्ट्यम् इत्युक्ते किम् इति चेत् सम्बन्धः अत्र विशिष्टस्य सम्बन्धः अन्येन विशेषेण सह यः सम्बन्धः अत्र विशिष्टः अस्ति दण्डीपुरुषः दण्डीपुरुषः इत्यस्य सम्बन्धः अन्येन पदार्थेन सह अत्र अन्येन पदार्थः अस्ति अस्माकम् उदाहरणमस्ति भूतलं दण्डीपुरुषवत् भूतलं दण्डीपुरुषवत् इति उदाहरणं पश्यामः चेत् भूतलं दण्डीपुरुषवत् इत्यस्मिन् उदाहरणे विशिष्टपदमस्ति दण्डीपुरुषः एव विशिष्टपदम् यतोहि तत्र विशेषणविशेषभावः अस्ति इदानीं दण्डीपुरुषः इति विशिष्टपदस्य सम्बन्धः अथवा वैशिष्ट्यं भूतले अस्ति यतोहि अत्र दण्डीपुरुषः इति भूतलं पृथक् करोति अन्येभ्यः भूतलेभ्यः पृथक् करोति अतः दण्डीपुरुषः इति विशेषणम् अस्ति, भूतलम् इति विशेष्यम् अस्ति. इदानीं दण्डीपुरुषः इति ज्ञानं भूतलं विशिष्यते, अतः भूतलं विशेषणम् अस्ति, तयोः सम्बन्धः अस्ति. अत्र सामान्यतया अत्र पुरुषः भूतले अस्ति चेत् समवाय संयोगसम्बन्धः भवति, परन्तु अत्र तादृशसम्बन्धस्य विषयः नास्ति. समवायसम्बन्धः अथवा संयोगसम्बन्धः अथवा अन्यसम्बन्धस्य विषयः नास्ति, परन्तु अत्र विशेषणविशेष्यभावः इत्यस्य एव विशेषः. पूर्वस्मिन् यद्विशिष्टबुद्धिं यः विशिष्टबुद्धिः अस्ति तदेव अत्र इतोपि विशिष्टः भवति. इत्युक्ते भूतलम् इति तस्य विशेषणं भूत्वा अत्र इतोपि विशिष्टम्. इदानीं भूतलं दण्डीपुरुषः इति अपि इतोपि विशिष्टज्ञानम् अस्ति. प्रश्नः आसीत् वा? हा, तर्हि अत्र कार्यस्य विषये अत्र पुनः अत्र अन्तिमवाक्यं पुनः पश्यामः. लक्ष्मी भगिनी भवती एव वदतु. तस्यापि वैशिष्ट्यं सम्बन्धम् अन्यस्मिन् विशेष्ये इदं ज्ञानम् अवगाहते, तत्र किम् अस्ति? अत्र कर्तृपदं किं? कर्तृपदं किम्? अन्यस्मिन् विशेष्ये इदं ज्ञानम् अवगाहते. इदं ज्ञानम् अवगाहते, इदं ज्ञानम् इति अत्र ज्ञानम् इति कर्तृपदम् इत्युक्ते सन्ध्ये इदम् इदम् इति ज्ञानस्य विशेषणम् ज्ञानम् अवगाहते. इदं ज्ञानं किम् अवगाहते इत्युक्ते सम्बन्धम् अन्यस्मिन् विशेष्ये इदं ज्ञानम् अवगाहते. अस्मिन् अन्यस्मिन् विशेष्ये इदं ज्ञानम् अवगाहते. तस्यापि वैशिष्ट्य इति पूर्वस्मिन् वाक्ये तस्य अन्वयः भवति मन्ये. तत्र स एव अस्मिन् कार्यकारणभावे कार्यभूतं यत् ज्ञानं विशिष्टवैशिष्ट्य अवकाशज्ञानं तत्र विशिष्टपदेन विशिष्टपदेन प्राह्याः. सो विशिष्टपदं तस्य इति विशिष्टपदम् इति अहं चिन्तयामि. विशिष्टपद विशिष्टं विशिष्टस्य वै विशिष्टं विशिष्टस्य वैशिष्ट्यम् इति अहं चिन्तयामि. अनन्तरं सम्बन्धम् अन्यस्मिन् विशेषेण सह यदि यदि विशिष्ट अन्यस्मिन् विशेषेण सह वा विशेषणेन सह वा विशेषेण सह विशेषेण अस्मिन् उदाहरणे भूतलम् इति भूतलं विशेष्यं भवति, दण्डीपुरुषः विशेषणं भवति. अतः यत् पूर्वं विशिष्टज्ञानम् आसीत् विशिष्टज्ञानम् आसीत् तत् अधुना विशेषणरूपेण भूतले भूतलं भूतलं अन्येभ्यः भूतलेभ्यः पृथक् करोति. तदेव अत्र विशिष्टस्य वैशिष्ट्यम् इति भावं तत्र आगच्छति. समीचीनं भगिनि. अत्र सम्बन्धः अत्र कर्मपदं किम्? कर्मपदम् ओके कर्मपदं तस्यापि वैशिष्ट्यं वैशिष्ट्यं सम्बन्धं इदं ज्ञानं तस्यापि वैशिष्ट्यं सम्बन्धम् अस्मिन् विशेषे अवगाहते. तस्यापि वैशिष्ट्यं सम्बन्धं तस्यापि वैशिष्ट्यं वैशिष्ट्यं सम्बन्धम् इति तस्य इति कर्मपदम् कर्मपदं सत्यं सम्बन्धम् अथवा वैशिष्ट्यम् इति एव कर्मपदं. कर्तृपदम् इदं ज्ञानम् अवगाहते. अत्र अवगाहते इत्युक्ते अवगाहते इत्युक्ते अवगमनं भवति इति वक्तुं शक्नुमः. इतोपि डीप् इति आङ्ग्लभाषायां पदमागच्छति, संस्कृतेन किं किम् उक्तवती आङ्ग्लभाषायां? भवत्याः ध्वनिः सम्यक्तया न श्रूयते. हा अस्तु, आङ्ग्लभाषायां किम् उक्तवती? डीप्. हा डीप्, हा इत्युक्ते सत्यम्, अत्र विषयम् विषयम् अवगाहते अथवा ज्ञानम् अवगाहते इत्युक्ते विषयीकरोति एतादृशज्ञानम्. अत्र अत्र ज्ञाने एते अंशाः सन्ति इति विषयीकरोति ज्ञानम् इत्युक्ते तादृशज्ञानं यत्र भूतलम् अस्ति, दण्डीपुरुषः अस्ति, तयोः सम्बन्धः अस्ति, कीदृशसम्बन्धः इत्युक्ते विशेषणविशेष्यभावः अस्ति इति तत्सर्वं विषयीकरोति एतादृशज्ञानं. यस्मिन् ज्ञाने एते अंशाः सन्ति तादृशज्ञानं, तादृशज्ञानस्य विषये इदानीं वयं पश्यामः. अपि च सम्बन्धः तत्सर्वम् अन्तर्भूताः सन्ति, अतः अवगाहते इति तत्र पदं श्रूयते. सत्यं सत्यं. तर्हि अत्र विशिष्ट अत्र तस्यापि वैशिष्ट्यम् अन्यस्मिन् विशेष्ये इदं ज्ञानम् अवगाहते इत्युक्ते अत्र तस्यापि इत्युक्ते यथा भवती उक्तवती विशिष्टस्य इत्युक्ते दण्डीपुरुषस्य सम्बन्धः अन्यस्मिन् विशेष्ये इत्युक्ते पदार्थान्तरे भूतलेन सह यः सम्बन्धः यस्मिन् ज्ञाने अस्ति तादृशज्ञानं, तादृशज्ञानस्य विषये इदानीं पश्यामः. इत्युक्ते ज्ञानम् एते अंशाः विषयीकरोति, विषयीकरोति ज्ञानम्. अतः अत्र उदाहरणे भूतलं दण्डीपुरुषवत् अथवा भूतलं दण्डविशिष्टपुरुषवत् इति आकारकं ज्ञानम्, उभयमपि साम्यमेव. भूतलं दण्डीपुरुषवत् अथवा दण्डविशिष्टपुरुषवत् भूतलम् अथवा भूतलं दण्डीपुरुषः दण्डीपुरुषवत् वत् प्रत्यान्तं योजयित्वा दण्डीपुरुषवत् इति एव. अस्तु, द्वयमपि साधुः एव, साम्यम्. अत्र विशिष्टवैशिष्ट्य अवगाहि वृत्तिमिति तत्र चत्वारि कलाः सन्ति. विशिष्टः एकः कलं तत्तु दण्डीपुरुषः इति वैशिष्ट्यम् इति इत्युक्ते विशिष्टस्य भावः वैशिष्ट्यं, तदेव द्वितीयतलं. वैशिष्ट्यं कथं भवति इत्युक्ते यत् यत् पूर्वं विशिष्टं तत् अन्येन विशेषेण सह अन्येन विशेषेण सह सम्बन्धः भूत्वा वैशिष्ट्यं तत् वैशिष्ट्यं तत् विशेषं वैशिष्ट्यं प्राप्नोति. अवगाहि तृतीयतलं, तत्र अवगाहि इति ज्ञानमेव अवगाहि बुद्धिम् अवगाहि इति तृतीयतलं, बुद्धिमिति चतुर्थं भवति खलु. अवगाहि इति ज्ञानस्य ज्ञाने एते अंशाः विषयीकरोति. यस्मिन् ज्ञाने एते अंशाः सन्ति तत्र विशिष्टः अपि भवेत्, वैशिष्ट्यं सम्बन्धः अपि भवेत् अन्येन विशेषेण सह. एते सर्वे अंशाः यस्मिन् ज्ञाने अस्ति तादृशज्ञानम् इत्युक्ते अत्र पृथक्तया विशिष्टमिति बुद्धिः नास्ति, वैशिष्ट्यमिति बुद्धिः नास्ति. पृथक्तया द्वयोः सम्बन्धः, अत्र विशिष्टः अपि भवेत्, वैशिष्ट्यमपि भवेत् अन्येन पदार्थेन सह, तत्सर्वं यत् यस्मिन् ज्ञाने विषयीकरोति तादृशज्ञानम्. अपि च बुद्धिज्ञानं द्वयोपि पर्यायपदम् अत्र नवमे नास्ति, अत्र अष्टमे न सप्तमे पुटे पश्यति चेत् अत्र चतुर्विंशतिगुणाः इति वयं दृष्टवन्तः खलु सप्तमे पृष्ठे. तत्र पश्यति चेत् द्रवत्वं, स्नेह, शब्द, बुद्धि, सुख, दुःख, इच्छा, तत्र बुद्धि इति एव दत्तमस्ति. अत्र बुद्धि इत्युक्ते ज्ञानम्. अस्तु, तर्हि अत्र अत्र कोऽपि प्रश्नः वा? अत्र वस्तुतः सोपानद्वयम् अस्ति. अत्र पश्यामः, स्थूलरीत्या पश्यामः चेत् सोपानद्वयं, प्रथमतया विशिष्टबुद्धिः अस्ति, इत्युक्ते अत्र विशेषणविशेषभावः प्रथमतया अस्ति. यथा प्रथमसोपाने दृष्टवन्तः अत्र दण्डीपुरुषः इति ज्ञानम् अस्ति, तस्य ज्ञानस्य कारणम् अस्ति दण्डः एव कारणं. तर्हि तादृशबुद्धिः अस्ति प्रथमतया, तदनन्तरं तादृशबुद्धिः अस्ति इदानीम् अत्र तस्य सम्बन्धः अन्यस्मिन् पदार्थेन सह, विशेषेण सह, भूतलेन सह इति तादृशज्ञानम् अत्र विशिष्टवैशिष्ट्य अवगाही बुद्धिः इति उच्यते. अत्र पुरुषनिष्ठ, यथा भगिनी उक्तवती, अत्र पुरुषनिष्ठ दण्डीपुरुषः इति विशिष्टज्ञानम् अस्ति. दण्डीपुरुषे इदानीं विशेषणता अस्ति, विशेषणता दण्डीपुरुषे अस्ति, अपि च भूतले विशेष्यता अस्ति. तर्हि पुरुषनिष्ठविशेषणतानिरूपित भूतलनिष्ठविशेष्यता इति वक्तुं शक्नुमः, अथवा पुरुषनिष्ठविशेषणतानिरूपित विशेष्यता, विशेष्यत्वं भूतले अस्ति, अथवा विशिष्टत्वं, तत्र विशिष्टस्य भावः भूतले अस्ति इति वक्तुं शक्नुमः. अपि च अत्र अन्यविषयः अस्ति, अत्र सम्बन्धः इति वारं वारं वदामः, अत्र मनसि भवेत् अत्र सम्बन्धः इत्युक्ते केवलं विशेषणविशेषभावः एव, न तु भिन्नरीत्या सम्बन्धः, समवायः, संयोगः, तादृश सत्यं. यद्यपि संयोगसम्बन्धः अस्ति, संयोगसम्बन्धः नास्ति इति नास्ति, संयोगसम्बन्धः तु अस्ति, परन्तु अस्मिन् ज्ञाने, अस्मिन् स्थले अत्र संयोगसम्बन्धस्य वार्ता नास्ति, परन्तु अत्र विशेषणविशेषभावस्य विषये अत्र कार्यकारणभावः, न तु संयोगसम्बन्धस्य विषये. अस्तु, तर्हि अत्र अग्रे रामप्रिया भगिनी. आं भगिनि, एतादृश विशिष्टवैशिष्ट्य अवगाहि ज्ञानं प्रति विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् इति उक्तम्. कार्यज्ञाने यत् विशिष्टपदेन गृहीतं तदेव कारणीभूतज्ञाने विशेषणपदेन धर्तव्यं. प्रकृते च दण्डीपुरुषः तथाविधः, सः कार्यज्ञानेन विशिष्टपदेन गृहीतः, अतः कारणज्ञाने स एव विशेषणम्. विशेषणता पुरुषे विशेषणता अवच्छेदकं पुरुषत्वम्, एवं पुरुषे विशेषणीभूतः दण्डो अपि. तादृश विशेषणता अवच्छेदकं प्रकारः यादृशज्ञाने तादृशज्ञानं पुरुषः दण्डवान् इति आकारकं कारणम्. अस्तु भगिनि, पुनः पठामि, क्षम्यताम्. एतादृशविशिष्टवैशिष्ट्य अवगाही ज्ञानम् इत्युक्ते, यदा वयं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः भूतलं दण्डीपुरुषवत् इति विशिष्टवैशिष्ट्य अवगाही ज्ञानं, तत् प्रति विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् इति उक्तम्. तदपि वयं दृष्टवन्तः, तदेव विशेषणता अवच्छेदकप्रकारकज्ञानमेव तस्य कारणम् इति वयं इदानीं दृष्टवन्तः. अस्तु, कार्यज्ञाने यत् विशिष्टपदेन गृहीतम्, ओके, अस्तु, विशिष्टपदेन यत् गृहीतम् इत्युक्ते दण्डः इति, यद् दण्डीपुरुषः इति विशिष्टपदेन यत् गृहीतं तदेव कारणीभूतज्ञाने विशेषणपदेन धर्तव्यम्. कारणीभूतज्ञाने इत्युक्ते विशेषणता अवच्छेदकप्रकारकज्ञाने तदेव पदम् इत्युक्ते दण्डीपुरुषः इति विशेषणता. आम् तदेव विशेषणता. विशिष्टः इति दण्डीपुरुषः. तदेव विशेषणता इति पदेन वयं तदेव गृह्यते इत्येव किल. सत्यं तदेव गृह्यते, तदेव स्वीकर्तव्यं स्वीकर्तव्यम् अस्तु. प्रकृते च दण्डीपुरुषः तथाविधः. आम् तदेव अहम् उक्तवती. यः सः कार्यज्ञाने विशिष्टपदेन गृहीतः. आम् कार्यज्ञाने इत्युक्ते विशिष्ट वैशिष्ट्य अवगाही ज्ञाने विशिष्टपदेन दण्डीपुरुषः गृहीतः. अतः कार्यज्ञाने सः एव विशेषणं. दण्डीपुरुषः एव विशेषणम्. विशेषणता पुरुषे अस्तु. विशेषणं दण्डीपुरुषः इत्युक्ते विशेषणता पुरुषे. विशेषणता अवच्छेदकम्. आम् विशेषणता अवच्छेदकं पुरुषत्वम् अस्तु. एवं पुरुषे विशेषणभूतः दण्डो अपि अस्तु. विशेषणता अवच्छेदकं तु पुरुषत्वम् अस्ति. पुरुषे तु विशेषणी दण्डः इति विशेषणं विशेषणीभूतः दण्डः इति विशेषणं नास्ति. क्षम्यतां विशेषणम्. आम् आम् आम् पुरुषे विशेषणीभूतः दण्डो अपि. दण्डः विशिष्यते अतः विशेषणीभूतः अस्तु. तस्मिन् अस्तु तदवगतम्. तादृशविशेषणता अवच्छेदकं प्रकारः यादृशज्ञाने तादृशज्ञानं पुरुषः दण्डवान् इति आकारकं कारणम्. इदानीं किं दत्तमस्ति इत्युक्ते तादृशविशेषणता अवच्छेदकं प्रकारः इत्युक्ते यद् अहम् उक्तवती इदानीम् एव विशेषणता अवच्छेदकं प्रकारः इति विशेषणता अवच्छेदकं पुरुषत्वं. पुरुषे विशेषणीभूतः दण्डः अस्ति. तादृशं ज्ञानं पुरुषः दण्डवान् इति आकारकं गृह्यते. तदेव कारणम् अस्ति भूतलं दण्डीपुरुषवत् इति ज्ञानं प्रति. एवं वा भगिनि? समीचीनं भगिनि, समीचीनं. पुनः क्रमेण पश्यामः. समीचीनमेव भवती उक्तवती. अत्र पुनः क्रमेण पश्यामः. अत्र प्रथमतया अत्र प्रथमपरिच्छेदे कार्यं किम् इति वयं दृष्टवन्तः. अत्र कार्यम् अस्ति विशिष्टवैशिष्ट्य अवगाहि बुद्धि. तदेव अत्र भूतलं दण्डी पुरुषवत् इति ज्ञानमेव विशिष्टवैशिष्ट्य अवगाहि बुद्धिः. तत्र विशिष्टपदस्य अर्थः कः इति वयं दृष्टवन्तः. अत्र सर्वत्र कार्यकारणभावस्थले विशिष्टः इत्युक्ते दण्डीपुरुषः एव विशिष्टः इति पदेन स्वीकर्तव्यम्. यतोहि तत्र विशिष्टः इत्युक्ते यत्र कुत्रापि विशिष्टः इति वदामः चेत् तत्र विशेषणविशेष्यभावः अस्ति. अतः अत्र कार्यस्थले यत् विशिष्टपदम् अस्ति तत्र दण्डीपुरुषः इति विशिष्टः पदं. पुरुषः दण्डविशिष्टः विषयः अस्ति. तर्हि अत्र पुरुषे विशेषता अस्ति, दण्डे विशेषणता अस्ति इति वयं जानीमः. इदानीं तादृशविशिष्टः पुरुषः वैशिष्ट्यं सम्बन्धः तस्य वैशिष्ट्यम् अथवा तस्य सम्बन्धः अस्ति अन्येन विशेषेण सह, यथा अत्र भूतलम्. इदानीं पुरुषः विशेषणम् अस्ति, भूतलं विशेष्यम् अस्ति, पुरुषे विशेषणता अस्ति, भूतले विशेष्यता अस्ति इति अत्र कार्यस्थले दृष्टवन्तः. इदानीं कारणम् अत्र कारणं किम् इति चेत् तादृशज्ञानस्य कारणं किम् इति चेत् विशेषणता अवच्छेदकप्रकारकज्ञानं कारणं. तर्हि अत्र विशेषणता नाम किम्, अवच्छेदक नाम किं, प्रकार नाम किम् इति द्रष्टव्यम्. अत्र विशेषणता इत्युक्ते इदानीम् अत्र कार्यस्थले वयं दृष्टवन्तः पुरुषे विशेषणता अस्ति, भूतले विशेष्यता अस्ति इति दृष्टवन्तः. तर्हि अत्र कारणज्ञाने विशेषणता इत्युक्ते तादृशपुरुषः एव, दण्डीपुरुषः एव विशेषणता, विशेषणम् अस्ति. अत्र यत् विशिष्टपदम् आसीत् कार्यज्ञाने, तदेव पदम् अत्र कारणज्ञाने विशेषणम् इति स्वीकर्तव्यम्. किमर्थं तथा इति चेत्, यतोहि दण्डीपुरुषः एव विशेषणम् अस्ति भूतलं प्रति, अतः दण्डीपुरुषे विशेषणता अस्ति इति कृत्वा तत्र दण्डीपुरुषः एव विशेषणपदम् इति स्वीकर्तव्यम्. तदनन्तरम् अत्र इदानीं पुरुषः एव विशेषणं, पुरुषे विशेषणता अस्ति, पुरुषे इदानीं पुरुषत्वम् इति जातिः अस्ति, पुरुषत्वम् इति अपि अवच्छेदकम् अस्ति पुरुषे, अपि च पुरुषः दण्डीपुरुषः, अतः तस्मिन् पुरुषः दण्डः, दण्डसंयुक्तः अस्ति इति कृत्वा दण्डः अपि तत्र अवच्छेदकधर्मः अस्ति पुरुषे. तर्हि इदानीं धर्मद्वयम् अस्ति एकत्र, पुरुषत्वम् अपि च दण्डः. अत्र पुरुषत्वं दण्डः, पुरुषत्वम् इति गौणरूपेण स्वीकृतमस्ति अवच्छेदकधर्मः, अत्र दण्डः इति एव मुख्यरूपेण स्वीकृतं. यत्र धर्मद्वयम् अस्ति तत्र यस्य न्यूनदेशवृत्तिः अस्ति, दण्डः इति संयोगः अस्ति पुरुषस्य हस्ते, परन्तु पुरुषत्वम् इत्यस्य अधिकदेशवृत्तिः अस्ति. यत्र एकस्मिन् एव पदार्थे धर्मद्वयम् अस्ति, तर्हि यस्य न्यूनदेशवृत्तिः अस्ति तदेव अवच्छेदकः इति स्वीकुर्मः. तर्हि इदानीम् अत्र दण्डः इति एव, यद्यपि पुरुषे पुरुषत्वम् इति धर्मः अस्ति, दण्डः इति अपि अस्ति, दण्डः इति एव अवच्छेदकधर्मः इति स्वीकृत्य, तर्हि इदानीं पुरुषे विशेषणता अस्ति, तादृशविशेषणतायाः अवच्छेदकधर्मः अस्ति दण्डः. तर्हि अत्र विशेषणता अवच्छेदकं भवति दण्डः. तदनन्तरम् अत्र दण्डीपुरुषः इति ज्ञानस्थले दण्डः एव प्रकारः अस्ति. यथा वयं प्रथमसोपाने दृष्टवन्तः दण्डीपुरुषः इत्यस्मिन् स्थले पुरुषः दण्डसंयुक्तः, तर्हि दण्डः एव प्रकारः अस्ति, पुरुषः विशेष्यः अस्ति, तर्हि तत्र दण्डे प्रकारता अस्ति. तर्हि इदानीं विशेषणता अवच्छेदकप्रकारः इत्युक्ते तत्र विशेषणमस्ति दण्डीपुरुषः, पुरुषे विशेषणता अस्ति, विशेषणतायाः अवच्छेदकम् अस्ति दण्डः, स दण्डः एव दण्डीपुरुषः इति ज्ञाने प्रकारः अपि अस्ति. तादृश आकारकज्ञानं दण्डीपुरुषः अथवा पुरुषः दण्डवान् इति आकारकज्ञानम् एव कारणम् अस्ति. एतादृशविशिष्टवैशिष्ट अवगाही बुद्धिं प्रति दण्डीपुरुषः एव कारणं, दण्डीपुरुषः इति आकारकज्ञानमेव कारणम् इति अस्ति. प्रश्नः अस्ति वा? न भगिनि. अस्तु, सरला भगिनी एकवारं वदतु. अस्तु, विशिष्टवैशिष्ट गायि बुद्धिं प्रति या ज्ञानम् अस्ति तत् प्रति विशेषणतावच्छेदकप्रकारज्ञानं कथं भवति? तस्य कारणम् अस्ति विशेषणतावच्छेदकप्रकारकज्ञानं. विशेषणता अवच्छेदकप्रकारकज्ञानं तत् कथं वयं वदामः? यः कार्यं प्रथमसोपाने आगच्छति यः विशिष्टबुद्धिज्ञानं, तत् भवति द्वितीयसोपाने कारणं, तद् भवति विशेषणता. प्रथमसोपाने वयं प्राप्नुमः दण्डीपुरुष एतत् विशिष्टं विशिष्टज्ञानं, विशिष्टं भवति दण्डीपुरुष, पुरुष दण्डवान्, पुरुषदण्डेन युक्तः इति, दण्डेन विशिष्यते पुरुषः, तत् भवति दण्ड अस्ति विशेषणं, पुरुषम् अस्ति विशेषं, तत् दण्डीपुरुष इति अस्ति विशिष्ट विशिष्टज्ञानं. तत् विशिष्ट भवति विशिष्ट वैशिष्ट्य प्रति कारणं, कथं भवति कारणम् अस्य भूतलम् अस्ति अन्यविशेष्यं, तत् भूतले विशिष्टस्य यः सम्बन्धः अस्ति वैशिष्ट्यं, तत् वैशिष्ट्यं भवति विशेषणतानिरूपितवैशिष्ट्यम् आश्रयभूतलम् अस्ति, तत् विशिष्टम् अस्ति, तत् विशिष्ट दण्डीपुरुष तस्मिन् यः प्रकारः अस्ति तद् दण्ड, दण्ड अस्ति न्यूनवृत्तिदेश न्यूनदेशवृत्ति, तत् भवति मुख्यं पुरुषम् अस्ति अधिकदेशवृत्ति पुरुषत्वं तस्मिन् तत् अस्ति अधिकदेशवृत्ति, तत् भवति गौणं मुख्य अस्ति गौणम् अस्ति तस्य दण्डयुक्तः पुरुषः. सो दण्ड अस्ति प्रकार तत् अवच्छेद्यति विशेषणता पुरुषे यः पुरुषत्वम् अस्ति तस् अवच्छेद्यति पुरुषत्वं पुरुषत्वम् अस्ति. सो दण्डी पुरुष तस्मिन् द्वे धर्म अस्ति, एक दण्ड अस्ति द्वितीयम् अस्ति पुरुषोत्तम, तत् युगपद् भवति विशेषणता अवच्छेदकं प्रकारकज्ञानं भूतलं दण्डी पुरुषवत् प्रति इति. स विशेषणतावच्छेदकप्रकारकज्ञानम् अस्ति दण्डवान् पुरुष भूतलं दण्डपुरुष दण्डीपुरुषवत् इति. अत्र कारणस्य आकारः कीदृशः अस्ति? कारणस्य आकारः अस्ति दण्डीपुरुष दण्डीपुरुषः अथवा दण्डवान् पुरुषः विशेषणता आगच्छति तत्र यः पूर्व प्रथमसोपाने विशेषम् अस्ति तत् विशेषणयुक्त भवति द्वितीयसोपाने कारणं यथा वयं विशेषण यथा कर्मधारय गर्भसमास तत्पुरुषसमास इति वयं वदामः यथा तथै अहं चिन्तयामि विशेषणगर्भ विशेषणता द्वितीयवारं विशेषणता आगच्छति अत्र दण्ड अस्ति गर्भ अस्तु समीचीनं भगिनि. अत्र कोऽपि प्रश्नः अस्ति वा? अत्र वस्तुतः विशेषणता अवच्छेदकप्रकारकज्ञानम् इत्युक्ते तादृशज्ञानं यस्मिन् दण्डः एव विशेषणतायाः अवच्छेदकम् इत्युक्ते दण्डः एव अत्र पुरुषस्य अवच्छेदकधर्मः अस्ति, अपि च दण्डः एव प्रकारविधया भासते तस्मिन् ज्ञाने. अतः अत्र दण्डीपुरुषः इति तादृशज्ञानम् अस्ति यस्मिन् दण्डः एव विशेषणतायाः अवच्छेदकधर्मः अपि च दण्डः एव प्रकारविधया भासते इति कृत्वा तादृशज्ञानमेव कारणम् अस्ति विशिष्टवैशिष्ट्य अवगाही बुद्धिं प्रति. भगिनि अत्र दर्तव्यम् इति पदम् अस्ति किल, तत्र दृ इति धातुः वा? सत्यं, दृ धातुः तव्यत् प्रत्ययः धरति इति भवति वा? सत्यं, धरति इति लट्लकारस्य. अस्तु समीचीनं वा अत्र? अस्तु तर्हि अग्रे अत्र लक्ष्मी भगिनी अग्रे पठति वा? परिवर्तितमस्तु. प्रथमकार्यकालभागे यत् कार्यमासीत् विशिष्टबुद्धिपदेन तदेव कृतं, तदेव प्रकृते कारणमिति ग्राह्यमस्ति. प्रथमं वयं विशिष्टबुद्धिपदेन कार्यं विशिष्टबुद्धिपदेन कार्यं स्वीकृतम् इत्युक्ते विशिष्टबुद्धिः तत्र पुरुषः दन्तवान् इति तत्र दण्डेन पुरुषः पुरुषः विशिष्टः भवति, अतः तत्र कार्य तत्र ज्ञानमस्ति पुरुषः दण्डवान् इति. तत् विशिष्टबुद्धिपदेन तत् स्वीकृतम् इत्युक्ते विशिष्टबुद्धिः इत्युक्ते तत् यस्मिन् ज्ञाने विशेष्यः कः, विशेषणं किं, तयोर्मध्ये सम्बन्धः किम् इति तत्सर्वं ज्ञानस्य विषयः अभवत्. तदेव प्रथमं स्वीकृतवन्तः. तत् अनन्तरं तत् तदेव कारणम् अभवत्. विशिष्टबुद्धि यत्र विशिष्ट विशिष्टपदेन विशिष्ट विशिष्टबुद्धि विशिष्ट अस्तु वैशिष्ट्यम् इत्युक्ते विशिष्टपदेन अन्यस्मिन् विशेषेण सह सम्बन्धं भवति, तत् वैशिष्ट्यं भवति. तत्र एतदेव कारणम् अभवत्, विशिष्टबुद्धिपदमेव कारणम् अभवत् इति. समीचीनं, सत्यं सत्यम्. अत्र अत्र प्रथमसोपाने वयं किं दृष्टवन्तः, यत्र विशिष्टबुद्धिः अस्ति चेत् तत्र विशेषणमेव कारणम् इति दृष्टवन्तः. अत्र द्वितीयसोपाने अपि विशिष्टबुद्धिमेव बुद्धिः एव अत्र भूतलं दण्डीपुरुषवत् इति ज्ञानं विशिष्ट पुनः सम्पूर्णतया पश्यामः चेत् अत्र विशिष्टज्ञानमेव अस्ति. तर्हि तत्रापि विशेषणमेव कारणम्. अत्र विशेषणं किं, दण्डीपुरुषः एव विशेषणम् इति तत्र स्थूलरीत्या द्रष्टुं शक्नुमः. यद्यपि अत्र बहु किमपि दत्तं, परन्तु तत्र है लेवल् इति चिन्तयामः चेत् तत्र यत्र कुत्रापि विशेषणमेव कारणं भवति विशिष्टबुद्धिं प्रति. इदानीं भूतलं दण्डीपुरुषवत् इति अपि विशिष्टज्ञानमेव, इतोपि विशिष्टज्ञानम् अस्ति. तर्हि तस्य कारणं किम् इति चेत् विशेषणमेव कारणं, विशेषणम् अत्र दण्डीपुरुषः इति कारणम्. हा सत्यं सत्यं, यावत्पर्यन्तं विशेषणं न जानीमः तावत्पर्यन्तं विशेष्यं न ज्ञातुं शक्नुमः इति तात्पर्यम्. अस्तु भगिनी, अग्रे अग्रे चित्रे चित्रे किं किम् अस्ति इति एकवारं वदतु अग्रिमपृष्ठे. अस्तु, प्रथमचित्रे पुरुषः अस्ति, पुरुषस्य हस्ते दण्डः अस्ति, पुरुषनिष्ठ पुरुष अनन्तरं पुरुषः भूतले भूतले तिष्ठति, अतः भूतलः अत्र विशिष्टः विशेष अस्तु विशेषणं विशेष विशिष्टः अस्तु दण्डः इति विशेषणं दण्डः इति विशेषणं दण्डेन दण्डे विशेषणता अस्ति, दण्डेन पुरुषः विशिष्टः भवति, अतः पुरुषः दण्डवान् इति वक्तुं शक्नुमः, पुरुषः दण्डवान् इति ज्ञानम् उदेति. अनन्तरं स एव पुरुषः अधुना भूतले भूतलमपि भूतलेन सह भूतले तयो भूतले तिष्ठति, अतः भूतलम् इत्युक्ते अन्यस्मिन् अन्यविशेष्यः अन्यविशेषः दण्डवान् पुरुषः अन्येन विशेषेण सह भूत्वा तत् इदानीं वैशिष्ट्यबुद्धिं न तथा समीचीनं वैशिष्ट्यं. अत्र प्रथमचित्रे कार्यमस्ति खलु, कार्यं द्वितीयकार्यकारणभावस्य कार्यं कार्यस्य विषये तत्र दत्तमस्ति, विशिष्टवैशिष्ट्य अवगाहि ज्ञानं खलु तत्र. विशिष्ट दण्डेन विशिष्ट दण्डनिर्दिष्टपुरुषः तत् प्रथमं कार्यं तत् प्रथमं कार्यम् अनन्तरं तदेव कार्यं कारणं भवति भूत् यत्र भूतलं यत्र भूतलं विशेषं भवति इत्युक्ते भूतलस्य अधुना एकस्मिन् भूतलं एतद् भूतलं अन्येभ्यः भूतलेभ्यः विशिष्टः भवति दण्डपुरुषेण पुरुषस्य विशेषणं विशेषणं इति कृत्वा अतः तदेव कारणं भूतलस्य वैशिष्ट्यम् सत्यं तत्र प्रथमचित्रे केवलं कार्यस्य विषये एव दत्तमस्ति यथा वयं जानीमः अत्र अत्र कार्यम् अस्ति विशिष्टवैशिष्ट्य अवगाही बुद्धिः तर्हि अत्र विशिष्टपदमस्ति दण्डीपुरुषः दण्डीपुरुषः इत्यस्मिन् ज्ञाने दण्डः एव तत्र प्रकारः अस्ति दण्डीपुरुषः दण्डीपुरुषस्य विशिष्टस्य सम्बन्धः भूतलेन सह वैशिष्ट्यम् इति यस्मिन् ज्ञाने अस्ति यस्मिन् ज्ञाने तादृशम् एते अंशाः सन्ति तादृशज्ञानं कार्यमस्ति विशिष्टवैशिष्ट्य अवगाही बुद्धिः एव कार्यम् अस्ति द्वितीयचित्रे कारणम् अस्ति अत्र कारणं किम् इति चेत् विशेषणता अवच्छेदकप्रकारकज्ञानमेव कारणम् अत्र विशेषणता विशेषणम् अस्ति पुरुषः यथा वयं दृष्टवन्तः पुरुषः एव विशेषणं यतोहि पुरुषः एव भूतलं पृथक् करोति इति कृत्वा पुरुषे विशेषणता अस्ति पुरुषः विशेषणम् अस्ति पुरुषे पुरुषत्वम् इति धर्मः अपि अस्ति दण्डः इति अपि विशेषणमस्ति तर्हि इदानीं दण्डः एव अवच्छेदकधर्मः भवति विशेषणतायाः अवच्छेदकधर्मः दण्डः अपि च दण्डीपुरुषः इत्यस्मिन् ज्ञानस्थले दण्डः एव प्रकारः यतोहि दण्डः एव विशेषणम् अस्ति दण्डीपुरुषः इत्यस्मिन् स्थले इति कृत्वा अत्र विशेषणता अवच्छेदकप्रकारकज्ञानम् इति दण्डीपुरुषः दण्डवान् पुरुषः इति अकारकज्ञानम् एव कारणं भवति अस्तु अस्तु अस्तु तर्हि अत्र अग्रे रामप्रियभगिनी पठति वा आं भगिनि तृतीयस्तु कार्यकारणभावः विशेष्यकबुद्धिं प्रति विशेष्यत अवच्छेदकप्रकारकज्ञानं कारणम् इति अस्तु अग्रिमपरिच्छेदमपि पठामि वा भगिनि पठतु भगिनि पूर्वत्र कार्यज्ञाने यः विशिष्टः गृहीतः स एव अत्र विशिष्टपदेन ग्राह्यः परन्तु तत्र सः कार्यज्ञाने पदार्थान्तरे विशेषणम् यथा दण्डविशिष्टपुरुषः कार्यभूतज्ञाने पदान्तरे पदार्थान्तरे भूतले विशेषणम् इह कार्यज्ञाने सः पदार्थान्तरस्य विशेष्यम् इति विशेषः दण्डविशिष्टः पुरुषः मक्षिकवान् इति ज्ञानं स्वीकुर्मः तत्र अत्र तादृशविशिष्टपुरुषः मक्षिकारूपे पदार्थान्तरे विशेष्यम् अतः इदं ज्ञानं विशिष्टविशेष्यकम् इति उच्यते एतादृशज्ञानं प्रति विशेष्यता अवच्छेदकप्रकारकज्ञानं कारणम् अत्र कार्यज्ञाने यः विशिष्टपदेन स्वीकृतः सः पुरुषः एव विशेष्यपदेन ग्राह्यः तादृशश्च दण्डीविशिष्टः पुरुषः विशेष्यता दण्डविशिष्टरूप पुरुषे विशेष्यता अवच्छेदकं दण्डः सः प्रकारः यस्मिन् ज्ञाने तादृशं ज्ञानं पूर्ववदेव पुरुषः दण्डवान् इति आकारकम् अस्तु इदानीं तृतीय प्रकारकज्ञानं कार्य क्षम्यतां तृतीयप्रकारककार्यकारणभावः तत्र विशिष्टविशेष्यकबुद्धिं प्रति इदानीं किं कारणम् इत्युक्ते विशेष्यता अवच्छेदकप्रकारकज्ञानं कारणं विशेष्यता अवच्छेदकप्रकारकज्ञानमेव कारणम् इदानीमपि यदा वयं प्रथमं दृष्टवन्तः विशिष्टः इति पदेन दण्ड पुरुषः दण्डीपुरुषः एव ग्राह्यः इदानीमपि, परन्तु तत्र सः कार्यज्ञाने पदार्थान्तरे विशेषणम् अस्तु. इदानीं कार्यं किम् इत्युक्ते पदार्थान्तरे विशेषणं भवति कार्यं. कार्यं किं विशेष्यता अवच्छेदकप्रकारकज्ञानं कारणं विशिष्टविशेष्यकबुद्धिं प्रति अस्तु. तदेव कारणं इदानीं तत्र पदार्थान्तरे ग्राह्यं. पदार्थान्तरे इत्युक्ते किं यथा दण्डविशिष्टपुरुषः कार्यभूतज्ञाने पदार्थान्तरे भूतले विशेषणम्. आम्, यदा वयं द्वितीयसोपाने दृष्टवन्तः भूतलं तत्र किम् आसीत् भूतलं दण्डीपुरुषवत्, तत्र भूतलम् इति पदार्थान्तरः अस्ति, भूतले विशेषणता अस्ति इति दृष्टवन्तः. तादृशमेव अत्रापि भूतले किमस्ति, भूतले किमस्ति, भूतले विशेषणं, भूतले विशेष्यता, क्षम्यता, विशेष्यता, विशेषणं न विशेष्यता अस्ति. इदानीमपि पदान्तर किं क्षम्यतां भगिनि, दण्डीपुरुषविशेषणं, हा सत्यं, आम् आम् आम् दण्डीपुरुषः विशेषणं भूतले विशेष्यता अस्ति. इदानीं किम् इह कार्यज्ञाने सः पदार्थान्तरस्य विशेष्यम् इति विशेषः. इह कार्यज्ञाने कार्यज्ञानम् इति अस्मिन् स्थले किं विशिष्टविशेष्यकबुद्धिम् इति कार्यम् अस्ति. तस्मिन् ज्ञाने सः इत्युक्ते सः इत्युक्ते भूतलं भूतले दण्डीपुरुषवत् भूतलं दण्डीपुरुषवत् इति पदार्थान्तरस्य विशेषं. न न सः इति सः इति भूतलं दण्डीपुरुषवत् इति नास्ति, अत्र सः इत्युक्ते दण्डीपुरुषः, दण्डीपुरुषः एव अस्तु. दण्डीपुरुषः पदार्थान्तरः इत्युक्ते भूतलम् इति वा? न न न अत्र अत्र द्वितीयकार्यकारणभावे यद्भवती उक्तवती तत् समीचीनं. तत्र द्वितीयकार्यकारणभावे कार्यज्ञाने पदार्थान्तरे विशेषणं, तत्र द्वितीयकार्यकारणभावे विशिष्टवैशिष्ट्य अवगाही ज्ञानम् इति आसीत्. भूतलं दण्डीपुरुषवत् इति ज्ञानम् आसीत्. तत्र दण्डीपुरुषः एव विशिष्टशब्दः, विशिष्टपदेन दण्डीपुरुषः एव. दण्डीपुरुषः विशेषणमासीत् पूर्वस्मिन् ज्ञाने, भूतलं विशेष्यम् आसीत् खलु पूर्वस्मिन् ज्ञाने. इदानीम् अत्र किम् अस्ति इति चेत् अत्रापि विशिष्टपदं दण्डीपुरुषः एव, परन्तु अत्र दण्डीपुरुषः विशेषणं नास्ति परन्तु विशेष्यम् अस्ति. अन्यस्मिन् अन्यः पदार्थः एव विशेषणम् अस्ति. अत्र मक्षिका इति पदार्थः विशेषणम् अस्ति. यतोहि अत्र ज्ञानस्य स्वरूपः कीदृशः इति चेत् ज्ञानस्य स्वरूपं कीदृशम् इति चेत् दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानस्वरूपम् अस्ति. अत्र दण्डविशिष्टः इति विशेष्यं, दण्डविशिष्टपुरुषः इति विशेष्यम् अस्ति. अत्र विशेषणमस्ति मक्षिका. अतः इह कार्यज्ञाने सः दण्डीपुरुषः पदार्थान्तरस्य विशेष्यम् इति विशेषः. अवगतम्. अस्मिन् स्थले दण्डविशिष्टः पुरुषः मक्षिकवान् इति ज्ञानं स्वीकुर्मः. इदानीम् अस्माकम् आकारः भवति दण्डविशिष्टः पुरुषः मक्षिकवान् इति. अत्र तादृशविशिष्टपुरुषः मक्षिकारूपे पदार्थान्तरे विशेष्यम्. अत्र किं भवति विशिष्टपुरुषः इति दण्डीपुरुषः मक्षिका इति अस्माकं विशेषणम् अस्ति. दण्डीपुरुषः इति विशेष्यम् अस्ति. आम्, तद् अवगतम्. अतः इदं ज्ञानं विशिष्टविशेष्यकम् इति उच्यते. अतः एतादृशज्ञानं दण्डविशिष्टपुरुषः मक्षिकवान् इति ज्ञानं विशिष्टविशेष्यकं ज्ञानम्. विशिष्टम् इति विशेष्यम् इति दण्डीपुरुषः, विशिष्टम् इति मक्षिका. मक्षिका एव किल तयोः विशिष्टम् इत्युक्ते मक्षिकायुक्त दण्डीपुरुषः. न, अत्रापि विशिष्टम् इत्युक्ते दण्डीपुरुषः एव. दण्डीपुरुषः एव, यथा पूर्वं विशिष्टशब्दः दण्डीपुरुषः आसीत्, अत्रापि विशिष्टः इत्युक्ते दण्डीपुरुषः एव. परन्तु तादृशदण्डीपुरुषः इदानीं विशेष्यं भवति, अन्यः पदार्थः विशेषणं भवति. अतः एतादृशज्ञाने, यद्यपि अत्र कार्यज्ञाने विशिष्टविशेष्यकम् इति एव दत्तमस्ति, परन्तु विशेष्यकम् इति वदनेन तत्र विशेषणमपि अन्तर्भूतमेव. कोऽपि पदार्थः विशेष्यम् एतावदेव न भवति, स्वतन्त्रतया न भवति खलु. यावत्पर्यन्तं विशेषणं नास्ति सः पदार्थः विशेष्यं न भवति. अतः यद्यपि अत्र विशिष्टविशेष्यकम् इति एव दत्तमस्ति, तथापि अत्र विशेष्यकम् इत्युक्ते तत्र विशेषणमपि अन्तर्भूतम्. इदानीं विशिष्टपदम् अस्ति दण्डीपुरुषः, स एव पदं, विशिष्टपुरुषः एव विशेष्यम् अस्ति. कस्य कृते विशेष्यम् अस्ति इति चेत्, केन कारणेन विशेष्यम् अस्ति इति चेत्, पदार्थान्तरे मक्षिका इति शब्देन एव दण्डीपुरुषः इदानीं विशेष्यम् अस्ति. तादृशज्ञानम् अस्ति यत्र दण्डीपुरुषः इति विशिष्टं पदमस्ति, विशेष्यम् अपि अस्ति, तत्र मक्षिका इति अपि अस्ति, मक्षिका इति विशेषणमपि अस्ति. तादृशज्ञानम् अस्तु. विशिष्टविशेष्यकम् अस्तु. विशिष्टपदेन दण्डीपुरुषः गृह्यते, विशेष्यम् इति पदेन अपि दण्डविशिष्ट पुरुषः यः मक्षिकवान् इति गृह्यते. सत्यं, सत्यम्. दण्डीपुरुषः एव विशेष्यम् अस्ति, यतोहि विशेष्यम् अस्ति चेत् विशेषणमपि भवति, तर्हि तस्मिन् ज्ञाने विशेषणमपि अस्ति, तर्हि दण्डविशिष्टपुरुषः मक्षिकवान् इति कार्यम् अस्ति. अस्तु. एतादृशज्ञानं प्रति विशेषता अवच्छेदकप्रकारकज्ञानं कारणम्. अस्तु. एतादृशं ज्ञानम् इत्युक्ते विशिष्टविशेष्यकं विशेष्यकज्ञानं प्रति विशेष्यता इत्युक्ते दण्डीपुरुषः इति विशेष्यं, तस्मिन् विशेष्यता अस्ति. विशेष्यता अवच्छेदकप्रकारकज्ञानं कारणम्. अस्तु. अत्र कार्यज्ञाने यः विशिष्टपदेन स्वीकृतः सः पुरुषः एव विशेष्यपदेन ग्राह्यः. आम्, कार्यज्ञाने वयं तु दण्डीपुरुषः विशिष्टपदेन स्वीकृतः, सः एव दण्डीपुरुषः एव विशेष्यपदेन अपि ग्राह्यः भवति. तादृशश्च तादृशः तु दण्डीविशिष्टपुरुषः. दण्डीविशिष्टपुरुषः विशिष्टपदेन अपि स्वीकृतः, विशेष्यपदेन अपि ग्राह्यः. विशेष्यता दण्डीविशिष्टरूपा रूपे, क्षम्यतां, दण्डीविशिष्टरूपे दण्डी विशिष्टपुरुषे विशेष्यता अस्ति. विशेष्यता अस्ति. अस्तु. विशेष्यता अवच्छेदकं दण्डः सः प्रकारः यस्मिन् ज्ञाने तादृशं ज्ञानं पूर्ववदेव पुरुषः दण्डवान् इति आकारकम्. विशेष्यता अवच्छेदकं तु दण्डः सः प्रकारः यस्मिन् ज्ञाने अस्तु, तादृशं ज्ञानं किं दत्तमस्ति भगिनि? पूर्ववद् यद् दत्तं तदेव पुनः दत्तं किल? हा, पूर्व द्वितीयज्ञाने यथा वयं दृष्टवन्तः, पूर्वस्मिन् ज्ञाने दण्डीपुरुषः, पुरुषे विशेषणता आसीत्, विशेषणतायाः अवच्छेदकं दण्डः आसीत्, दण्डः एव प्रकारः आसीत् द्वितीयसोपाने, अत्रापि तथावत् एव. इदानीं दण्डीपुरुषः इति विशेष्यम् अस्ति, पुरुषे विशेष्यता अस्ति, विशेष्यतायाः अवच्छेदकं पुनः दण्डः एव, दण्डः एव प्रकारः अस्ति, दण्डीपुरुषः इति ज्ञाने दण्डः एव प्रकारः अस्ति. इदानीं तादृशज्ञानं दण्डीपुरुषः इति ज्ञानम् एव, इति आकारकज्ञानमेव कारणमस्ति अत्र. पूर्ववदेव यथा पूर्वं दृष्टवन्तः तथैव अत्रापि, अत्र पुरुषे पुरुषत्वमपि अस्ति, दण्डः इति विशेषणमपि अस्ति. अत्र दण्डः इति एव अवच्छेदकधर्मः इति स्वीकुर्मः, यतोहि तस्य न्यूनदेशवृत्तिः, तर्हि दण्डः एव इदानीं विशेष्यतायाः अवच्छेदकधर्मः. दण्डः एव तस्मिन् ज्ञाने दण्डीपुरुषः इति आकारकज्ञाने दण्डः एव प्रकारः, तर्हि दण्डीपुरुषः इति आकारकज्ञानं कारणं भवति, यतोहि तस्मिन् विशेष्यता अवच्छेदक प्रकारकज्ञानं, विशेष्यता अवच्छेदकप्रकारता अस्ति तस्मिन् ज्ञाने. अस्तु, तर्हि अत्र लक्ष्मीभगिनी एकवारं स्थूलरीत्या वदति वा किं किम् अस्ति अत्र? अस्तु, अत्र अस्मिन् तृतीयकारणकार्यकारणभावः भावस्य प्रसङ्गः पश्यामः. अत्र अत्र अस्ति, अत्र अपि अत्र कार्यमस्ति विशिष्टविशेष्यकबुद्धिं, विशिष्टविशेष्यकबुद्धिः इति अत्र कार्यं, तस्य तस्मिन् विशिष्टविशेष्यकबुद्धिं प्रति कारणमस्ति विशेष्यता अवच्छेदकप्रकारकज्ञानं, प्रकारकज्ञानं कारणमिति. अधुना विशिष्टविशेष्यक विशेषता अवच्छेदकप्रकारकज्ञानम् इत्युक्ते अत्र अत्र तु अत्र किमस्ति, अत्र अत्र पुनः विशिष्टपदेन पुनः दण्डीपुरुषः, दण्डीपुरुषः इति एव स्वीकर्तव्यम्. आं, दण्डीपुरुषः एव स्वीकर्तव्यं, पुनः विशिष्टः इत्युक्ते दण्डीपुरुषः एव. अधुना दण्डीपुरुषः अस्मिन् प्रसङ्गे, पूर्वस्मिन् प्रसङ्गे दण्डीपुरुषः विशेषणं यदा सः भूतले तिष्ठवान् सः विशेषणम् आसीत्, भूतलस्य विशेषणम् आसीत्. अधुना दण्डीपुरुषः एव विशेष्यम् अस्ति, किमर्थं चेत् अधुना मक्षिकः तस्य समीपे अस्ति, अतः दण्डीपुरुषः अधुना मक्षिकवान् अभवत्. दण्डविशिष्टः पुरुषः मक्षिकवान् इति ज्ञानम्, अस्मिन् ज्ञाने दण्डविशिष्टः पुरुषः एव विशेष्यं, मक्षिकवान् इति विशेषणं, विशेषणम् अत्र तादृशविशिष्टपुरुषः मक्षिकारूपे पदान्तरे विशेष्यम्. मक्षिकः मक्षिका दण्डनिष्ठ अनेकाः दण्ड क्षम्यताम् मक्षिका अधुना मक्षिका एव दण्डीपुरुषं विशेषति, विशेष्यति. अतः मक्षिका एव विशेषणं, दण्डीपुरुषः अधुना विशेष्यं. ज्ञाने अधुना विशिष्टविशेष्यकम् इति उच्यते, किमर्थं चेत् ज्ञानस्य स्वरूपं विशिष्टविशेष्यकम् इति उच्यते, किमर्थं चेत् विशेष्यम् अत्र पुरुष विशेष्यम् अत्र दण्डीपुरुषः, सः विशिष्ट सः तस्मिन् दण्डः अस्ति इति कृत्वा सः विशिष्टः पुरुषः, सः केवलं पुरुषः न, दण्डीपुरुषः इति तस्य तस्मिन् पुरुषे विशिष्टः अस्ति, ततः पुरुषः विशिष्टः अस्ति, दण्डीपुरुषः इति सः विशिष्टः पुरुषः, तादृशपुरुषः अधुना मक्षितवान् अपि, अतः स ज्ञाने विषयाः दण्डीपुरुषाः मक्षितवान् इति मक्षिका इति मक्षिकवान् इति ज्ञानकार्यं विषयाः अथवा कार्यम् आम् ज्ञानमेव कार्यं खलु अत्र ज्ञानमेव कार्यम् आम् अस्तु अस्तु एतादृशज्ञानं प्रति कारणं किम् इत्युक्ते कारणं किम् इति इत्युक्ते विशेष्यता अवच्छेदकप्रकारकज्ञानं कारणं पूर्वं पूर्वस्मिन् परिच्छेदे विशेषणः एव कारणम् अभवत्, अधुना अस्मिन् प्रसङ्गे विशेष्यता अवच्छेदक विशेष्यता एव ज्ञानं प्रति कारणं भवति, विशेषणविशेष्यकबुद्धिं प्रति विशेष्यता एव कारणं भवति, समीचीनं वा? विशेष्यता एव कारणं भवति. विशेष्यतायां किं किम् अस्ति? विशेष्यतायां पुरुषः दन्तवान् पुरुषः दन्तदृष्टः पुरुषः इति विशेष्यता अस्ति, अपि च सः मक्षिकवान् तदपि अस्ति. न अत्र दण्डविशिष्टपुरुषः इति विशेष्यम् अस्ति इति सम्यक् भवती उक्तवती, तस्मिन् विशेष्यता अपि अस्ति इति उक्तवती, सम्यक् एव. विशेष्यतायाः अवच्छेदकधर्मः अत्र कः? विशेष्यतः अवच्छेदकधर्मः पुरुषत्वं तु अधिकदेशवृत्तिः, अतः केवलं दण्डः एव दण्डः इति विशेष्यतायाः अवच्छेदकधर्मः, स दण्डः एव प्रकारः अपि अस्ति अस्मिन् ज्ञाने. आम् अतः अतः विशेषता अवच्छेदक विशेषता अवच्छेदकः दण्डः, विशेषता अवच्छेदकप्रकारक ज्ञानं दण्डविशिष्टः पुरुषः दण्डीपुरुषः. समीचीनं, तादृश आकारकज्ञानमेव कारणम्. आम् अस्तु, समीचीनं भगिनी, सम्यक् अस्ति. प्रतिपादयितुं शक्नोमि किम् किन्तु अवगच्छामि, प्रतिपादनं कर्तुं प्रयत्नं करोमि. न सम्यक् एव कृतवती भगिनि, सम्यक् एव कृतवती भगिनि. भगिनि दण्डविशिष्टपुरुषमक्षिकावान् तस्य वाक्यं किं भवति? दण्डेन अवच्छिन्ना पुरुषनिष्ठविशेषता निरूपित विशेषण मक्षिकानिष्ठविशेषणता. सत्यं, पुरुषनिष्ठविशेष्यता पुरुषनिष्ठविशेष्यता निरूपित मक्षिकानिष्ठविशेषणता विशेषणता कीदृशविशेषता अस्ति तत् अस्ति दण्डेन अवच्छिन्ना दण्डं तत् विशेषताम् अवच्छेद्यति इति. सत्यम्, अस्तु, समीचीनं, समीचीनं भगिनि. अस्तु, अग्रिमपरिच्छेदं भवती एव पठतु. द्वितीयतृतीयकार्यकारणभावयोः जनकज्ञानयोः विशेषभेदाभावेऽपि जन्यज्ञानभेदात् कस्य एव पुरुषो दण्डवान् इति ज्ञानस्य विशेषणतावच्छेदकप्रकारज्ञानं विशेषतावच्छेदप्रकारज्ञानम् इति व्यपदेशो स्तः. इदानीं संक्षेपे दत्तमस्ति यत् प्रथमज्ञानम् अस्ति विशिष्टबुद्धिप्रतिविशेषणज्ञानं, तत् ज्ञानं पुरुषो दण्डवान् एकः हि विषयः अस्ति, किन्तु द्वितीयतृतीय सोपाने तत् ज्ञानस्य आकारः भिन्नः अस्ति, किन्तु एक पुरुषदण्डवान् एकस्मिन् द्वितीयसोपाने भवति विशेषणतावच्छेदकप्रकारज्ञानं, तृतीयसोपाने भवति विशेषतावच्छेदकप्रकारकज्ञानं. कथमस्ति द्वितीयसोपाने विशिष्ट पुरुषो दण्डवान् भवति विशेषणतावच्छेदकप्रकारकज्ञानं, तत्र विशेषं तावच्छेदकविशिष्ट पुरुषे पुरुषदण्डवान् विशेषणं भवति. भूत ज्ञानस्य आकारः तत्र अस्ति भूतलवत् दण्डी पुरुषम् अस्ति. तृतीयसोपाने विशेषतावच्छेदप्रकारकज्ञानं तत्र ज्ञानस्य आकारः अस्ति. दण्डविशिष्टपुरुष मक्षिकावान् तत्र दण्डीपुरुष भवति विशेष्यं. तस्य अवच्छेदकता अस्ति विशेषतावच्छेदकप्रकार. दण्डं भवति प्रकार तत्र द्वे एकस्मिन् अर्थे विशेषण अस्ति, द्वितीय अर्थे विशेषम् अस्ति एकः पुरुष. समीचीनं भगिनि. अत्र इत्युक्ते अत्र जनकज्ञानम् इत्युक्ते कारणज्ञानम्, उभयत्र कारणज्ञानम् अस्ति. विशिष्ट दण्डी दण्डविशिष्टपुरुषः एव अत्र कारणमस्ति. दण्डः अपि विषयः अस्ति, पुरुषः अपि विषयः अस्ति, तयोः सम्बन्धः अपि विषयः अस्ति. तर्हि तादृशज्ञानमपि ज्ञानमेव कारणमस्ति. द्वितीयसोपाने अपि च तृतीयज्ञाने उभयत्र सः एव कारणं, तदेव कारणमस्ति चेत् तत्र किमर्थं तयोः भेदः इति चेत् तत्र कार्यस्य भेद उभयत्र कार्यं भिन्नं. द्वितीयसोपाने तत्र भूतलं दण्डीपुरुषवत् इति ज्ञानं, तृतीयसोपाने दण्डविशिष्टपुरुषः मक्षिकावान् इति ज्ञानं. तर्हि कार्यम् उभयत्र भिन्नः, कार्यं भिन्नम् इति कृत्वा कार्यभेदात् तत्र कारणस्यापि भेदः भवति इति कृत्वा तत्र द्वितीयसोपाने कारणमस्ति विशेषणतावच्छेदकप्रकारकज्ञानं, तृतीयकार्यकारणभावे विशेषतावच्छेदकप्रकारकज्ञानम् इति कृत्वा तत्र तादृशव्यवहारः भवति. यद्यपि कारणं दण्डीपुरुषः एव कारणं, परन्तु तत्र व्यवहारः अथवा नामकरणं भिन्नमस्ति उभयत्र. विशेषणतावच्छेदकप्रकारकज्ञानम् अस्ति द्वितीयकार्यकारणभावे, तृतीयकार्यकारणभावे दण्डीपुरुषः इति एव कारणं, परन्तु तस्य नाम अस्ति विशेष्यतावच्छेदकप्रकारकज्ञानं यतोहि कार्यभेदात्. कारणस्य विषयः समानमेव किन्तु कार्यं भिन्नम् इति कृत्वा तत्र भिन्नता अस्ति. विशेषतावच्छेदकप्रकारकज्ञानं विशेषतावच्छेदकप्रकारकज्ञानम् इति सत्यं. कार्यभेदात् कारणस्य नामकरणमपि भिन्नः अस्ति. यद्यपि तस्य स्वरूपं समानं, दण्डीपुरुषः इति एव स्वरूपं, परन्तु नामकरणं भिन्नम् अस्तु. सरला भगिनी भवत्येव अग्रे पठतु. अस्तु. एतान् कार्यकारणभावान् आदाय एव सर्वत्र ज्ञानोत्पादनिर्वाहः भवन्ति. विशेषतः च वक्ष्यमाणं व्याप्तिज्ञानस्य परमार्शप्रतिकारणतं द्वितीयकारणकारणभावेन निर्वहति. आद्यस्य निर्विकल्पज्ञानसाधकता, तृतीयस्य तृतीया अन्यथासिद्धिनिरूपणो निरूपणयोगत्वं मुक्तावल्यादिग्रन्थेषु द्रष्टव्यं. सर्वत्र च उपयोगात् अस्माभिः ते इह विशदतया निरूपिताः. अत्र कार्यकारणभाव दत्तमस्ति उपरि त्रीणि सोपानानि सोपानेषु यत् वयं दृष्टवन्तः. तत् पूर्वं यत् अस्माकं ज्ञानम् अस्ति तत् कथम् आगच्छति. व्याप्तिज्ञानस्य परमार्शप्रतिकारणतं द्वितीयकार्यकारणभावेन, द्वितीयसोपानं यस् अस्ति विशेषणतावच्छेदकप्रकारकज्ञानं, तत्र अस्ति व्याप्तिज्ञानपरमार्शस्य कारणकारणत्वम् आगच्छति. यथा अन्वयव्यक्तिरेक यदि तत्सत्त्वे तत्सत्त्वं अग्नि वह्नी अस्ति, धूमम् अस्ति, वह्नी अभाव धूमाभाव भवति. यदि व्याप्ति भवति कारणं तत् आगच्छति विशिष्ट दत्तद्भवति विशिष्ट धूम यस् धूमं धूम भवति वहने वहने व्याप् धूम अस्ति वहने वहिना व्याप्ति तत् भवति यदि अस्माकं विशिष्टं दण्डीपुरुष तत् एकनिमिषं भगिनि अर्थमागच्छति तत् कारणकारणं भवेत् यदि वह्नि नास्ति धूमम् अपि नास्ति परमार्शज्ञान धूमं दृष्ट्वा परमार्श आगच्छति वह्निमान् पर्वतम् इति अतः कथं तत् आसीत् यदि पक्ष अस्ति व्याप्तिना व्याप्ति अस्ति पक्षस्य तद् धूमं दृष्ट्वा परमार्शज्ञानम् आगच्छति तथैव यदि विशिष्टदण्डीपुरुषः अस्ति तत् कारणम् अस्ति व्याप्तं भवति भूतले भगिनि अत्र पश्यतु अत्र व्याप्तिज्ञानम् इत्युक्ते अत्र व्याप्तिविशिष्टः धूमः एव कारणमस्ति व्याप्तिविशिष्टधूमः कारणमस्ति अत्र कार्यमस्ति परामर्शज्ञानं तर्हि कार्यमस्ति व्याप्तिविशिष्टधूमवान् पर्वतः इति कार्यं कारणमस्ति व्याप्तिविशिष्टधूमः इति कारणम् अत्र व्याप्तिविशिष्टधूमः इति चेत् अत्र द्वितीयसोपाने विशिष्टवैशिष्ट्य अवगाहि ज्ञानं खलु अत्र व्याप्तिविशिष्टधूमः इति एव विशिष्टपदमस्ति अत्र वैशिष्ट्यमस्ति तस्य सम्बन्धः पर्वतेन सह इदानीं व्याप्तिविशिष्टधूमः एव विशेषणमस्ति पर्वतः इति विशेष्यम् अस्ति तर्हि व्याप्तिविशिष्टधूमवान् अयं पर्वतः इति एव तत्र विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् अस्ति तस्य कारणम् अस्ति विशेषणता अवच्छेदकप्रकारकज्ञानं तर्हि तत्र विशेषणं पदम् अस्ति विशिष्टपदमेव विशेषणपदं तर्हि व्याप्तिविशिष्टधूमः एव विशेषणम् अस्ति व्याप्तिविशिष्टधूमे विशेषणता अस्ति विशेषणतायाः अवच्छेदकधर्मः अस्ति व्याप्तित्वम् अपि च धूमत्वं तर्हि व्याप्तित्वमेव न्यूनवृत्ति न्यूनदेशवृत्तिः तर्हि व्याप्तित्वमेव अवच्छेदकधर्मः अस्ति धूमे तर्हि धूमः अत्र व्याप्तिः एव प्रकारः अपि अस्ति तर्हि अत्र विशेषणता अवच्छेदकप्रकारकज्ञानम् अस्ति व्याप्तिविशिष्टधूमः इति एव विशेषणता अवच्छेदकप्रकारकज्ञानं तादृश आकारकज्ञानं कारणं भवति अत्र कार्यं प्रति परामर्शज्ञानं प्रति परामर्शज्ञानस्य स्वरूपं किम् इति चेत् व्याप्तिविशिष्टधूमवान् अयं पर्वतः इति एव परामर्शज्ञानस्य स्वरूपम् अस्तु एतद् अस्मिन् विषये वयम् अग्रे पठिष्यामः वक्ष्यमाणम् इति दत्तमस्ति यद्यपि द्रोणमहोदय वर्गे उक्तवान् अतः किञ्चित् अहमपि उक्तवती परन्तु अग्रे गत्वा वयं पठिष्यामः अत्र पृष्ठसङ्ख्या 175 इत्यस्मिन् मध्ये अस्ति अतः इदानीं यावत् अवगच्छामः पर्याप्तम् अग्रे गत्वा पश्यामः विस्तृतरूपेण द्वितीयकार्यकारणभावे कथं भवति इति अस्तु परन्तु अत्र स्वरूपं तु अवगतं खलु व्याप्तिविशिष्टः धूमः यतोहि अत्र तत्र धूमे व्याप्तित्वं किमर्थम् आगच्छति इत्युक्ते तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अस्ति तर्हि व्याप्तिविशिष्टः धूमः कीदृशधूमः इत्युक्ते यस्मिन् व्याप्तिः अपि अस्ति तादृशधूमः यतोहि यत्र यत्र धूमः अस्ति तत्र वह्निः अस्ति तदेव कारणं भवति व्याप्तिविशिष्टधूमः एव कारणं कार्यमस्ति व्याप्तिविशिष्टधूमवान् अयं पर्वतः इति परामर्शज्ञानम् अस्तु तर्हि अग्रिम आद्यनिर्विकल्पकज्ञानसाधकता तस्मिन् वदतु प्रथमं निर्विकल्पज्ञानसाधकता तत्र यथा विशेषणं विशिष्यते विशेषं यथा दण्डीपुरुष दण्डेन दण्डविशेषणं पुरुषं विशिष्यते. अत्र निर्विकल्पज्ञानसाधकता तत्रापि किञ्चित् इति वयं जानीमः. किञ्चित् निष्ठ किञ्चित् प्रतीतिः अस्ति किन्तु तस्य पूर्व सम्पूर्णज्ञानं नास्ति. निर्विकल्पज्ञानसाधकता अपि तथैव भवति. किञ्चित् अस्ति तत् विशिष्टं भवति किन्तु तस्य प्रकारकम् इति ज्ञानं नास्ति. अतः प्रथमसोपानं निर्विकल्पज्ञानसाधकता साधयति. समीचीनं भगिनि. तृतीय अस्ति अन्यथा सिद्धिनिरूपणयोगित्वं. यथा तृतीय अन्यथा सिद्धिनिरूपणं योगित्वम् अस्ति. यथा शब्दगुण यदि आकाशे अस्ति तथैव आकाशं भवति घट घटस्य अपि आधार. अतः यदि विशेष यदि विशेष अवच्छिन्ना प्रकारकज्ञानम् अस्ति विशेषता अवच्छिन्नकप्रकारकज्ञानम् अस्ति तत्र घट आकाश भवति विशेषं न केवलं शब्दं प्रति घटं प्रति अस्ति अपि विशेषं भवति. सः एव आकाश विशेषम् अस्ति घटं प्रति अन्यथा सिद्धिकारणे. अतः तत् तृतीय सोपाने यत् अस्ति विशेष अवच्छेदकप्रकारकज्ञानं. तत्र आकाश शब्दविशेषक शब्दप्रकारक आकाशविशेष भवति घटं प्रति विशेष. हा सत्यम्. अत्र आकाशः आकाशः शब्दपूर्ववृत्तिविशिष्टः आकाशः. यतोहि अत्र शब्दं प्रति आकाशः एव कारणमस्ति, समवायिकारणमस्ति शब्दं प्रति. तर्हि शब्दपूर्ववृत्तिविशिष्टः आकाशः इति अत्र विशिष्टशब्देन ग्रहीतुं शक्नुमः. शब्दपूर्ववृत्तिः विशिष्टः आकाशः, तर्हि तदेव विशिष्टपदं. तर्हि इदानीं वैशिष्ट्यम् अत्र वैशिष्ट्यं नास्ति. अत्र तृतीयकार्यकारणम् अत्र विशिष्टविशेष्यकबुद्धिम्. अत्र विशिष्टपदमस्ति शब्दपूर्ववृत्ति आकाशः एव विशिष्टपदं. तस्य इदानीं शब्दपूर्ववृत्ति आकाशः एव विशेष्यं भवति. तस्य विशेषणम् अस्ति घटपूर्ववृत्तिः. यतोहि आकाशः शब्दं प्रति तस्य पूर्ववृत्तित्वं ज्ञात्वा तदनन्तरमेव घटं प्रति पूर्ववृत्तित्वं ज्ञायते. अतः इदानीं शब्दपूर्ववृत्ति आकाशः विशेष्यं भवति, घटपूर्ववृत्तिः विशेषणं भवति. तर्हि इदानीं विशिष्टविशेष्यकबुद्धिः किम् इति वदामः चेत् अत्र शब्दपूर्ववृत्तिः आकाशः घटपूर्ववृत्तिः इति तादृशज्ञानमेव कार्यं. तस्य कारणमस्ति विशेष्यता अवच्छेदकप्रकारकज्ञानं. विशेष्यम् अस्ति आकाशः शब्दपूर्ववृत्ति आकाशः एव विशेष्यं. तस्मिन् विशेष्यता अस्ति. तस्य अवच्छेदकधर्मः विशेष्यतायाः अवच्छेदकधर्मः शब्दपूर्ववृत्तित्वम्. अपि च शब्दपूर्ववृत्तिः शब्दपूर्ववृत्तिः एव प्रकारः अस्ति. तर्हि शब्दपूर्ववृत्ति आकाशः इति एव विशेष्यता अवच्छेदकप्रकारकज्ञानं. तादृशज्ञानं कारणमस्ति कार्यमस्ति शब्दपूर्ववृत्ति आकाशः घटपूर्ववृत्तिः इति कार्यम् अस्ति. अस्तु. अहं कथितुं न शक्नोमि. चिन्ता नास्ति भगिनि. अत्र तथैव यथा पूर्वम् आसीत् तथैव तत्र किञ्चित् लिखित्वा एव अवगन्तुं शक्नोमि. नो चेत् भ्रमात्मकमस्ति विषयः. यदा अहं श्रुतवती अवगतवती किन्तु लिखितवती. अहं लिखितवती यत् श्रुतवती अहं लिखितवती. नो चेत् अहं वक्तुं न शक्नोमि. अस्तु, प्रश्नः अस्ति वा? Mm-hmm. धन्यवादः. हा समीचीनं, तर्हि विरमामः प्रश्नः नास्ति चेत्. धन्यवादः, नमस्कारः. नमस्कारः, धन्यवादः.